नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः तु जुहोत्यादिगणः इति। तत्र वयं गतसप्ताहे द्वित्वप्रकरणं अनन्तरम् सामान्य अभ्यासकार्याणि अपि दृष्टवन्तः। अनन्तरं किं दृष्टवन्तः? तत्र कथम् आगच्छति जुहोत्यादिगणे, शप् विधीयते प्रथमं कर्तरि शप् इत्यनेन, अनन्तरं शपः स्थाने श्लू भवति। श्लू इत्युक्ते तत्र द्वित्वकार्यं, तदेव विशेषमस्ति जुहोत्यादिगणस्य। द्वित्वं भवति, अनन्तरं शप् शप् इति प्रत्ययस्य श्लू भवति इत्युक्ते लोपः भवति। अनन्तरं सामान्य अभ्यासकार्यं, तत्र यदा अभ्यास उत्तरैः प्रत्ययः अस्ति तदेव निमित्तं भवति अभ्यासकार्यस्य, येन ह्रस्वः, हलादिशेषः, कुहोश्चुः, उरत्, अभ्यासे चर्चा। अभ्यासे चर्चा इति त्रिपादिसूत्रमस्ति, अतः सर्वदा अन्ते एव तस्य कार्यं भवति। उरत् क्षम्यतां, ह्रस्वः, हलादिशेषः, कुहोश्चुः, उरत् इत्यस्य तु विप्रतिषेधे परं कार्यं, परसूत्रात् बलं यस्य अधिकं भवति तस्य कार्यमेव प्रथमं भवति इति सामान्य अभ्यासकार्यम्। अनन्तरं विशेष अभ्यासकार्यं श्लू यत्र निमित्तं भवति, तत्र चत्वारि सूत्राणि सन्ति इति तु अस्ति, परन्तु अस्मिन् पाठे इत्युक्ते यत्र धातुः अजन्तः अस्ति तत्र तु ब्रूयामित् अर्थिपिपर्त्योश्च इति सूत्रद्वयमेव पश्यामः। अनन्तरम् अङ्गकार्यं, यदा सामान्यम् अङ्गकार्यं भवति इति तत्र वयं, अस्तु, महोदयस्य प्रश्नः आसीत् गतसप्ताहे रघुपतिमहोदयस्य, अधभ्यस्तात् सृजभ्यस्तविधिभ्यश्च इति, तयोः अपवाद अस्ति वा, उत्सर्ग अपवादसम्बन्धः अस्ति वा इति, तद् एकवारं दृष्ट्वा अग्रे सरामः। महोदय, भवानेव प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठति वा? एकवारं, तत्र सृजभ्यस्त तदेव वा? आम्, अदभ्यस्तात् सृजभ्यस्तविधिभ्यश्च अदभ्यस्तात् इति वदति, अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अतादेशः भवति इति। इदानीं सृजभ्यस्तविधिभ्यश्च इति वदति, सिच् सिज् अभ्यस्तविधिभ्यश्च च नितः लस्य जेः जुस् इति। अस्तु, अतः स्थानं कुत्र कार्यं भवति महोदय, द्वयोः अपि सूत्रयोः? हा, अदभ्यस्तात् इति अत्र अभ्यस्त अङ्गात् परः जकारस्य अतादेशः भवति। इदानीं सृजिभ्यस्तविधिभ्यश्च इति अस्तु, अभ्यस्तसंज्ञकात् नितः जुस् जुसादेशः अस्ति, अस्तु, जेः जुसादेशः अत्र। इदानीमपि प्रश्नः अस्ति वा, जी अत्रापि जी इत्यस्य स्थाने जुस् भवति, परन्तु नित्लकारस्य अवस्थायामेव। नित्लकारस्य अवस्थायामेव, नित्लकारस्य अवस्थायामेव। आम्, परन्तु अभ्यस्त अधभ्यस्तात् इत्यत्र तु अभ्यस्तसंज्ञकधातु उत्तरस्य चकारस्य स्थाने अतादेशः भवति, तत्तु सामान्यसूत्रमस्ति। सामान्यसूत्रम् इति विशेषमस्ति सृज, आं, सृजभ्यस्तविधिभ्यश्च इति यदा भवान् उक्तवान् अपवादः एव अस्ति। तत्र एकम् अपि अन्यविशेषमस्ति, तद् किम् इति पश्यति वा अत्र? हा, एकवारं, अभ्यस्तादङ्गात् प्रत्यादेः जः प्रत्यादेः जः अस्ति, सिच् अपि च अभ्यस्त एकवारं विद् धातोः च लस्य जेः जुस् जेः झि ओ अस्तु जेः जुस् आदेशः अस्तु अत्र चकारस्य एकवारं जः अत् अत्र अत्र अत् जकारस्य एव अत् तादेशः भवति अत्र झि इत्यस्य एव सम्पूर्ण प्रत्ययस्य एव भवति इति वा न तत्तु कार्यं यदा भवान् उक्तवान् तत्तु कार्यमस्ति अत्र अदभ्यस्तात् इति कस्मिन् अध्याये अस्ति अभ्यस्तात् ओ अस्तु ओ अस्तु एतत्तु सप्तम सप्तमध्याये अस्ति एतत्तु सिदिभ्यस्य विधिभ्यश्च इति पूर्वसूत्रमस्ति अतः अपवादः अस्ति तत्तु विशेषमस्ति किल इदानीं पर्यन्तं यद् वयं दृष्टवन्तः उत्सर्ग अपवादयोः उत्सर्गसूत्रम् अनन्तरम् अपवादसूत्रम् आगच्छति इदानीं पर्यन्तं ये सूत्राणि यानि सूत्राणि वयं दृष्टवन्तः परन्तु अत्र तु विशेषः अस्ति किल तत्तु अधभ्यस्तात् इति सप्तमाध्यायस्य प्रथमपादे सृजभ्यस्तविधिभ्यश्च तृतीय अध्यायस्य चतुर्थपादे पूर्वसूत्रमस्ति अपवादः तदपि भवितुम् अर्हति इति उदाहरणं सर्वदा अग्रे एव भवतु अपवादः इति किमपि नास्ति पूर्वमपि भवितुम् अर्हति एक विशेषः अत्र क्षम्यतां भगिनि न अवगतं पुनः वदतु भगिनि सिजभ्यस्तविधिभ्यश्च इति सूत्रसङ्ख्या यदा पश्यति अदभ्यस्तात् इति सूत्रमस्ति सप्तम अध्यायस्य प्रथमपादस्य चतुर्थसूत्रं सिजभ्यस्तविधिभ्यश्च इति तृतीय अध्यायस्य चतुर्थपादसूत्रमस्ति अस्तु इदानीं पर्यन्तम् अस्मिन् वर्गे यद् यानि सूत्राणि वयं दृष्टवन्तः तत्र तु उत्सर्ग सामान्यसूत्रं प्रथमं भवति अपवादसूत्रं तु अग्रे एव आगच्छति अग्रिमं भवतु वा सूत्रद्वयम् अस्मिन् अध्याये वा अन्ते वा तादृशमेव भवति पूर्वम् अपवादसूत्रम् इति एतावता वयं न दृष्टवन्तः अतः एतत्तु विशेषः किल अपवादसूत्रं तु पूर्वमेव अस्ति तृतीय अध्याये अस्ति अदभ्यस्तात् इति 7-1 सिजभ्यस्तविधिभ्यश्च इति 3-4 तादृशम् अपि भवितुम् अर्हति इत्यस्य उदाहरणम् अपवादः नीड् नाट् आल्वेस् फालो अ उत्सर्गसूत्र इट् केन् बि बिफोर् आल्सो तादृशमपि भवति इति परन्तु अधिकतया पूर्वमेव भवति अतः कर्तरीक्षा अनन्तरम् अपवादः वदति आम् सामान्यतया तादृशमेव भवति सामान्यतया तादृशं परन्तु एतादृशमपि भवितुम् अर्हति सुबन्तप्रकरणे प्रायः अधिकं तादृशम् अस्ति इति चिन्तयामि सुबन्तप्रकरणे वा तद्धितप्रकरणे वा पूर्वं पूर्वम् आगच्छति तत्र किञ्चित् भ्रमः भवति परं वयं तु अग्रे एव सर्वदा द्रक्ष्यामः किल अपवादः अस्ति वा इति अतः एव ते पूर्वतनकाले तस्य कण्ठस्थीकरणं कृतवन्तः तत्र वयं तादृशं सूत्रसङ्ख्या सङ्ख्यया सह यदा कण्ठस्थीकरणं कुर्मः तत्र मनसि भवति किल समीचीनं प्रश्नः सम्यक् महोदय धन्यवादः मम अपि चिन्तनम् अभवत् अस्तु अग्रे सरामः आकारान्तधातुः तत्र तु सूत्राणि वयं पठितवन्तः किल गतसप्ताहे ब्रूयामित् अनन्तरं बहुलं छन्दस्ति स्नाभ्यस्तयोरातः इति सूत्रं सूत्राणि ईहल्यगोः इति अपि दृष्टवन्तः एकवारम् अष्टाध्यायी पुस्तके पश्यामः पुस्तकं कृपया उद्घाटयन्तु बहु दिनात् पूर्वं कृतवन्तः 117 इति पुटसङ्ख्या श्रीवल्ली भगिनी अस्ति वा पुस्तकम् कुतः सार्वधातुके तत्र नमस्ते भगिनि 117 इत्यत्र अकारलोपः श्नसोः 32 इति अस्ति तस्मात् एकवारं पठतु भगिनि श्नारोल्लोपः इति अस्ति सूत्राणि सङ्ख्या 111 कृष्णाभ्यस्तयोरात्तः इति अस्ति अनन्तरम् ई अल्यगोः अय्यगोः इति ई दीर्घ ईकारः अनन्तरं तावदेव खलु भगिनि इद्दरिद्रस्य पठतु भगिनि तत् वयम् अद्य पश्यामः इद्दरिद्रस्य व्योन् व्योन्यत्तरस्य व्यो अन्यतरस्य जहातेश्च आ च हो हा च हौ लोपो यि अनन्तरं ग्व ग्व स्वरोत् गो स्वरोत् वाभ्यास्लोपो वाभ्यासलोपौ इति अस्ति तावत्पर्यन्तमेव धन्यवादः भगिनि अतः तत्र यदा वयम् अकारलोपः श्नसोः श्नसोरल्लोपः अनन्तरं श्नाभ्यस्तयोरातः तदपि दृष्टवन्तः क्रयादिगणे अपि तस्य कार्यं भवति आकारलोपः श्ना अभ्यस्तयोः द्वयोः स्थलयोः तस्य कार्यमस्ति अनन्तरम् ईत्वम् ई हल्यगोः तदपि श्ना अभ्यस्तयोः अनन्तरं दरिद्राधातुः तु जह जक्षित्यादयः षट् इत्यनेन अभ्यस्तसंज्ञा भवति इति कृत्वा तत्र तु तस्य कार्यम् अदादिगणे भवति इति दृष्टवन्तः इत्वं ह्रस्व इकारः ईहल्यगोः इत्यनेन दीर्घ इकारः क्रयादिगणे परन्तु इद्दरिद्रस्य इत्यनेन इत्वं भवति अनन्तरं बियो बियो अन्यतरस्याम् इदानीम् आगच्छति तत्र ईद्दरिद्रस्य इति नित्यसूत्रमस्ति भियो अन्यतरस्याम् इति विकल्पेन भवति तद् अन्यतरस्याम् इति सर्वत्र इदानीम् अनुवृत्तिः आगच्छति जहातेश्च इति सूत्रम् अद्य एव पश्यामः तत्र भियो अन्यतरस्यां च इति अस्ति जहातेश्च च किमर्थम् इत्युक्ते अन्यतरस्याम् इत्यस्य अनुवृत्तिः भवति इति कारणेन अनन्तरं जहातेश्च इत्यस्य अग्रिमसूत्रम् आ च हौ इति तत्र आ च हौ च इति किमर्थं दत्तम् अस्ति इत्युक्ते जहातेः च जहातेः अन्यतरस्याम् आ च हौ इति पठनीयं तत्र तदपि इदानीं जहा धातुः पश्यामः लोपो इ इत्यपि जहातेः लोपः भवति तावत्पर्यन्तं किञ्चित् सूत्रसङ्ख्या मनसि भवेत् क्रमेण एव आगच्छति कार्याणि आम् जहातेः रूपत्रयम् आगच्छति महोदय आ च हौ इति सूत्रे रूपत्रयं ईहल्यगोः जहातेश्च आ च हौ तद् सूत्रसङ्ख्या मनसि अस्ति चेत् सुलभं भवति अथवा भ्रमः एव भवति श्नाभ्यस्तयो श्नसोरलोपः अकारलोपः श्नसोः अनन्तरं यदा आकारलोपः श्नाभ्यस्तयोः इति आरभ्य तत्र तु अभ्यस्तकार्यं किल तत्र श्नाभ्यस्तयोरातः ईत्वम् अनन्तरं दरिद्रा तु अभवत् तदपि अभ्यस्तकार्यमेव परन्तु अभवत् भियौ अन्यतरस्याम् अस्मिन् पाठे एव बी धातुः बिभेति इति वदामः किल बी भयः प्रायः अस्य अर्थः आम् जहो जहातेः इत्वं जहातेः आत्वम् अनन्तरं जहातेः लोपः इति कार्यम् अस्तु रूपाणि किम् अस्ति ग्वसोरत्वाभ्यस्तयो लोपौ गूसंज्ञकस्य तदपि पठितवन्तः किल गतसप्ताहे ग्वसोः भूसंज्ञक कुत्र पठितवन्तः दादा तदेव मम अपि अस्तु, रूपाणि साधयामः. तत्र मा इति धातुः हलादिपित्सु किं भवति इति तस्मात् आरभ्य एकवारं पठामः. श्रीवल्ली भगिनी पठति वा, मा कथं मीमा भवति इति प्रथमं वदतु भगिनि. आं भगिनि, माङ् माणि मा प्रथमं मा योगः शपः, शपः स्थाने स्लौ, स्लौ इति कारणेन मा द्वित्वं भवति, मा मा इति भवति. अनन्तरं इकारम्, इकारस्य प्रथमं ह्रस्वः भवति, मा मा मा इति भवति. अनन्तरं एकनिमिषं भगिनि, क्रियामि. व्रियामित् इति सूत्रेण आकारस्य स्थाने इकारः आदेशः भवति, मी मा, मी मा इति अङ्गं भवति, अङ्गकार्यं भवति. ह्रस्वः इति सूत्रस्य का आवश्यकता अत्र भगिनि? नास्ति भगिनि, अत्र नास्ति. किन्तु व्रियामित् इति सूत्रेण आकारस्य स्थाने इकारः भवति, ह्रस्वः. परन्तु तस्य प्रसक्तिः अस्ति वा ह्रस्वः इत्यस्य? आं भगिनि, ह्रस्वः इति प्रसक्तिः अस्ति. 7459 आं भगिनि अस्ति किल? अस्ति अस्ति भगिनि. अतः चिन्तनं किं ह्रस्वः मध्ये अपवाद 7476 is brunamit, 7459 hrasvaha. So brunamit iti apavada sutram asti bhagini. Trayanam hrasvaha sarvata karyam karoti che brunamit niravakashah bhavati bhavati. Ataha mima iti angam praptam praptam agrimam अग्रिमं माङ् इति आत्मनेपदी धातुः इति चेत् मीमा योगः ते. एकवारं हलादिपित्सु अजादिपित्सु इति तत् बिन्दुः एकवारं पठित्वा अग्रे सरतु भगिनि. हलादिपित्सु आकारान्तेषु आम् क्षम्यताम्, अत्र ब्रियामित् अस्ति, ब्रियां त्रयाणाम् अङ्गस्य अभ्यासस्य इत श्लोपरे इति अस्ति. अत्र यदि रस्वं कुर्मश्चेत् अपि तस्य अस्य सूत्रस्य प्रसक्तिः निराकाशत्वं न भवति खलु, भवति वा? मम न भवति खलु, तत्र आम् इति आकारस्य नास्ति, किमर्थम् अङ्गस्य अभ्यासस्य इत् श्लौ परे इति अस्ति. अतः इदानीं मम कि कृतं चेत् अनन्तरं मीमा कर्तुं शक्यते खलु, अतः निराकाशत्वं नास्ति. अपि नित्यसूत्रं भवितु नित्य नास्ति, मा इति अस्ति, मकार अस्ति चेत्, ह्रस्व अस्ति चेत् अपि, दीर्घ अस्ति चेदपि किमपि अस्य सूत्रस्य प्रसक्तिः अभ्यासस्य ह्रस्वः एव दत्तमस्ति किल, अभ्यासः अभ्यासस्य ह्रस्व भवति, ह्रस्व भवति, अनन्तरं प्रियम् इत्यनेन भवति खलु. अनन्तरं सेवेन् फोर् भगिनि वेदर् प्रतिपदोक्तम् इति वक्तुं शक्नोमि. त्रीणि धातु धातुषु एवापि बृङ् माङ् अण्ड् ओहाङ्ग् इत्येषां धातूनां तस्य आवश्यकता कुत्र तत्र अस्ति वा इति द्रष्टव्यं किल, प्रतिपदोक्तत्वम् इत्यस्य आवश्यकता का अत्र? नास्ति अवकाशः, आवश्यकता नास्ति. परन्तु यदि यदि ह्रस्वं कृतं चेदपि अनन्तरं व्ययम् इति कर्तुं शक्नुमः खलु, साक्षात्. परन्तु अभ्यासः किं भवति इति द्रष्टव्यं किल, तत्र अभ्यासः इत्युक्ते तत् पूर्ववर्णः पूर्णतया इति एव किमपि भवति. एकनिमिषम् अहं पश्यामि. अलोन्तस्य इति सूत्रेण, परन्तु भगिनी परसूत्रम् अस्ति कस्य परसूत्रं महोदय? ह्रस्वः इति सूत्रस्य सेवन् फोर् किं भगिनि सूत्रसङ्ख्या वदतु? ब्रयाम् इत्यस्य 7476 परसूत्रम् भगिनी अत्र किम् अस्ति चेत् मृजादीनां त्रयाणाम् अभ्यासस्य इकार आदेशः भवति श्लौ सति तत्र विभर्तिः निमीते एतत् सर्वम् उदाहरणरूपेण आगच्छति तत्र मृजादीनां त्रयाणाम् इत्युक्ते किं भगिनि? धातुत्रयं अत्र भगिनि अत्र दत्तमस्ति अष्टादशकं मध्ये ह्रस्वः इति पूर्वं कृतमस्ति अतः आम् अनन्तरं ब्रियाम् इति भवति ह्रस्वः इति हलादिशेष इत्यनेन मामा इति भवति तदस्ति मामा इति अनन्तरं ह्रस्वः भवति मम अनन्तरं मिमाम् इति भवति इति अत्र यदा ब्रियाम् इति अङ्गस्य दीर्घ ईत्वं भवति इति तदपि भवितुम् अर्हति अस्ति इति कृत्वा कर्तुं न जानामि तादृशस्थितिः अस्ति चेत् किं करणीयं रस्व तस्य अपि करणीयं वा अथवा भगिनि तद् न आवश्यकम् इति एव मम चिन्तनं किमर्थं न भगिनि सूत्रे बृन् माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्व ऐकारादेशः भवति इति वृत्ति ह्रस्व इकारादेशः ह्रस्वस्य इकारादेशः न ह्रस्वः इकारादेशः प्रथमविभक्त्यो विभक्ति अन्तरं न ह्रस्वः सो मा इति अभ्यासः ओके मा इति ह्रस्वः इकार ओके इकारदेशस्य विशेषणं ह्रस्वः ओके ओके अथवा ह्रस्वस्य इकारादेशः इति षष्ठी भवति किल स्थानम् आम् आम् इट् इस् विशेष तत् अनुवृत्तिः नास्ति तादृशम् अनुवृत्तिः अपि नास्ति गृणाम् इति उरत् इति सूत्रस्य अपवादः इति दत्तमस्ति किं उरत् इत्यस्य अपवादः ऐ डोण्ट् नो बट् ऐ नोटेड् समवेयर् ऐ डिडन्ट् सी द डीटेल्स् उरत् इति तु डिफरेण्ट् सामान्य अभ्यासकार्यस्य सूत्रम् अस्ति किं भवति उरत् ब्रु मेबि ब्रु धातु अस्ति रेफकारस्य स्थाने अत्तादेशः भवति आम् अत्तादेशः भवति अस्तु ब्र इत्यस्य ऋकारस्य स्थाने अत् भवति चेत् सूत्रस्य अपवादः भवति ब्रू इति धातोः विषये भगिनि यदा मा द्वित्वं कुर्मः तत्र अभ्यासः कः मा अथवा म एव मा इत्येव अभ्यासः प्रथमं दीर्घं कारणात् तत्र हृष्णीकारः तु मास् एव आगच्छति तदेव मम इदानीं ह्रस्व अनन्तरं भवितुमस्ति अभ्यास इति संज्ञा अस्ति खलु तत्तु परिवर्तनं जातम् परिवर्तनं जातं किल तदेव ममापि चिन्तनम् अभ्यासस्य ह्रस्व ईकारदर्शः इत्यनेन पूर्णतया मा इत्यस्य एव कुर्मः किल किमर्थं तस्य ह्रस्वः कृत्वा अनन्तरं रूपं तु समानम् आगच्छति अभ्यासस्य अङ्गस्य इति अस्ति खलु अङ्गस्य अधिकारः अस्ति खलु अङ्गस्य अभ्यासस्य इति अस्ति परन्तु अभ्यासः अभ्यासः मा अस्ति अथवा म अस्ति भवान् किं चिन्तयति? द्वयमपि अभ्यासे एव खलु, तत्र परिवर्तनं भवति. अहं चिन्तयामि यदा हृष्वा जातः तदा तु मान अस्ति, अभ्यासः न अस्ति. न अभ्यासः परिवर्तनं जातं तत्र. द्वयमपि भवितुम् अर्हति महोदय, तदैव किल. यदा ह्रस्वः कुर्मः मा भवति, अनन्तरं मी इति भवति भूयाम्. अथवा मा एव स्वीकुर्मः मी, क्लेशः नास्ति अत्र. अपवादत्वं किमपि नास्ति इति अहं चिन्तयामि तत्र. अपवादः अस्ति इति बाधित्वा कार्यं करोति चेत् अपवादः अवश्यं भवति किल महोदय. यदा अहं वदामि ह्रस्वः मा करोतु, अनन्तरं ब्रूयामि डैरेक्ट्लि करोतु इति वदामि चेत् तत्र मम ऐ हेव् टु प्रूव् किल किमर्थं तादृशं करोमि इति. तत्र अपवादः एव वक्तव्यं. किमपि अहं तादृशं वयं न कर्तुं शक्नुमः किल, निरूपणीयं किमर्थं. तत्र मम क्रमः अस्ति तत्र. किं क्रमः, कः क्रमः भगिनि? ह्रस्वः इति पूर्वम् आगच्छति, अनन्तरमेव बृङ्गाभित् इति आगच्छति. अनन्तरं सूत्रसङ्ख्या अपि अस्ति खलु, 59 अनन्तरं 76 पूर्वत्र सिद्धम् इति आगच्छति ह्रस्वः. एतदपि कार्यं क्रमेण आगच्छति. कस्मिन् अध्याये अस्ति भगिनि? अत्र परसूत्रमस्ति, परसूत्रं विपाद्यं नास्ति खलु एतत्. समीचीनं महोदय, चिन्तनं सम्यक् एव. यदा अहं डैरेक्ट्लि ब्रूयाम् इत्येव स्वीकरोमि चेत् तत्र अपवादबलेन इति वक्तुं शक्नुमः. नास्ति चेत् पूर्वसूत्रं विप्रतिषेधे परं कार्यम् इत्यनेन ह्रस्वः प्रथमम् अनन्तरं ब्रूयाम् इति. अपि च भगिनी, यदा अन्ततो गत्वा रूपं समानं प्राप्नुमः तादृशी तर्कः सम्यक् न दृश्यते. तदेव मम अपि मनसि आगच्छति. 74 79 किल, 73 74 59 76 परसूत्रम् 76 इत्युक्ते बृहामित् इत्यस्य कार्यमेव प्रथमं भवति किल. ह्रस्वः किमर्थं प्रथमम् आगच्छति? बृहामित् एव परसूत्रं किल. पूर्वत्र सिद्धम् इति आगच्छति खलु भगिनि? पूर्वत्र सिद्धं त्रिपाद्यामेव सन्ति. क्रमः अस्ति खलु भगिनि? आं, क्रमः एव भवती एव वदतु. 74 59 बलवत् वा 74 76 बलवत् वा? प्रथमं मा इति दीर्घरूपेण ह्रस्वः आगच्छति एव प्रथमम्. एतत् सूत्रं वदति ह्रस्वः, अतः दीर्घमाकारेण तत्र ह्रस्वमकारः आगच्छति. अनन्तरम् एव एतत् सूत्रं कार्यं करोति बृह्णामि इति. तत्र मकारस्य स्थाने इकारः अकारः स्थाने इकारः आगच्छति. एतत् सर्वं तत्र क्रमेण दत्तमिति अहं मन्ये. अपवादसूत्रं तादृशं नास्ति, नास्ति महोदय. भवान् यदा अष्टाध्यायी डाट् काम् मध्ये पश्यति चेत् तत्र हलादिशेषः अपि दत्तमस्ति श्लौ इत्यस्य अनन्तरम्. तत्र क्लेशः भवति, तत् सम्यक् न भवति, सम्यक् नास्ति. ब्रूयामि डैरेक्ट्लि अपवादबलेन एव कार्यं भवितुम् अर्हति महोदय. किमर्थम् इत्युक्ते अत्र एव क्लेशः अस्ति किल, विप्रतिषेधे परं कार्यम् इत्यस्य एव सूत्रसङ्ख्यायाः विप्रतिषेधः अस्ति किल अत्र. 79 नास्ति. आम्, हलादिशेषः अपि दत्तम् अस्ति तत्र. अत्र भ्रमः अस्ति, ह्रस्वस्य गीति कृतं चेदपि कार्यं भवति इति कृत्वा एव भ्रमः अभवत्, परन्तु तस्य आवश्यकता नास्ति. नास्ति, गृह्णामि इत्येव कार्यं. किमपि गृह्णामि इत्यस्मिन् ह्रस्वस्य वा दीर्घस्य वा इति न दत्तम् अस्ति, अतः न दत्तम् अङ्गस्य. समीचीनं किल, सम्यक्. अस्तु, क्रियाम् इत्यस्य एव कार्यं, निमा इति अङ्गम्। इदानीं पठतु भगिनि। हलादिपित्सु आकारान्तेषु गुणः न भवति, अतः किमपि कार्यं नास्ति। जिगायोगः ति जिगाति, इक् नास्ति चेत् गुणः गुणस्य प्रसक्तिः नास्ति। अजादिपित्सु आकारान्तेषु गुणः न भवति, केवलं सन्धिकार्यं। जिगायोगः आनि जिगानि। तर्ड् वन् हलादि पित्स् हलादि अपित्सु ई हल् यगोः इत्यनेन आकारस्य ईकारः भवति। मिमा योगः ते इति मिमीते इति भवति। अजादि अपित्सु स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति। मिमा योगः अते इति मिम् योगः अते मिम्मते इति रूपं भवति। सो माङ् माने णित्वा आत्मनेपदी मिमा इति अङ्गम् अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि कर्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु इति पाठ। समीचीनं, लट् भवति, लट् करोतु भगिनि, लट्। आं भगिनि, मा इति मिमा इति अङ्गं, मिमा इति आत्मनेपदि, मिमायोगः ते इति, ते इति हलादि अपि प्रत्ययः, ई हल् यगोः इति सूत्रेण आकारस्य स्थाने ईकारः आदेशः भवति इति मिमी योगः ते मिमीते इति रूपं भवति। मिमायोगः आते, मिमायोगः आते, आते इति अजादि अपित् प्रत्ययः अस्ति इति चेत् अत्र श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति इति, मिम् योगः आते रूपं भवति मिमाते। प्रथम इति प्रथमपुरुषे बहुवचने मिम् योगः अते शब्दः इदानीं सम्यक्। प्रथमपुरुषे बहुवचने मिम् योगः अते इति, अते इति प्रत्ययः अस्ति। अत्रापि अजादि अपि प्रत्ययः इति श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति, रूपं भवति मिम् योगः अते मिमते। मध्यमपुरुषे मिमा योगः से इति प्रत्ययः, से इति हलादि अपि प्रत्ययः इति चेत् ई हल् यगोः इति सूत्रेण आकारस्य स्थाने दीर्घ इकारः भवति। मिमी योगः से मिमी से, अनन्तरम् आदेशप्रत्ययोः इण्कोः मूर्धन्यः, सकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति, मिमीषे इति रूपं भवति। द्विवचने मिमा योगः आथे, आथे इति अजादि अपि प्रत्ययः, श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति, रूपं भवति मिम् योगः आथे मिमाथे। बहुवचने मिमायोगः द्वे, द्वे इति हलादि अपि प्रत्ययः, ई हल् यगोः इति सूत्रेण आकारस्य स्थाने दीर्घ आकारः भवति इति चेत् मिमी मिमी योगः द्वे मिमी द्वे इति रूपं भवति। उत्तमपुरुषे एकवचने मिमा योगः ए इति प्रत्ययः इति अजादि अपि प्रत्ययः, सुस्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति, मिम् योगः ए मिमे इति रूपं भवति। मिमायोगः वहे, वहे इति हलादि अपि प्रत्ययः, ई हल्यगोः इति सूत्रेण आकारस्य स्थाने दीर्घ ईकारः भवति इति मिमी योगः वहे मिमी वहे, मिमी योगः महे अपि हलादि अपि प्रत्ययः, ई हल्यगोः सूत्रेण आकारस्य स्थाने दीर्घ ईकारः भवति, रूपं भवति मिमी महे इति रूपं। सम्यक् सम्यक्, धन्यवादः भगिनि। अरुणा भगिनि लोट् लकारः करोति वा भगिनि? अङ्गमस्ति Mm-hmm. मीमा अङ्ग अस्ति, मीमा अङ्गयो हर्ता इति सन्तमितं ताम् इति लोट्लकाररूपं ताम् इति अह्लादि अपित् अस्ति, ततः ीहलिगोः इति सूत्रेण ईकार आदेशः भवति मिमीता इति रूपं मिमायोगः एता अजादि अपित् अस्ति, ततः स्नाभ्यस्तयोरतः अतः इति सूत्रेण अकारलोपः भवति, मिं योगः एतां मिमीताम् इति रूपं न द्विवचने प्रत्ययः कः भगिनि? क्षम्यताम् इदानीं करोतु मिमातां बहुवचने मिम योगः अतु अत्रापि अजादि अपित् अस्ति, स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति, आकारः लोपः भवति, निमतु इति आत्मनेपदी आत्मनेपदी प्रत्ययः भगिनि, अतः लोट्लकारे बहुवचनरूपं प्रत्ययः कः? आताम् अताम् तदनन्तरं मध्यन्तरे स्वा अस्ति, अलाद्य अपि अस्ति, ततः ईर्हलघोः इति सूत्रेण ईकार आगच्छति, निमीश्व आधाकारः किमर्थम् आदेशपति भोजने निमीश्व मुद्रणशकार आगच्छति. सम्यक्. आथाम् अजादि अपित् अस्ति, ततः नाभ्यस्तयोर् आतः इति सूत्रेण आकारलोपः भवति, मिमाथां रूपं भवति, ध्वम् अध्वमपि हलादि अपित् अस्ति, ततः ई हल्याघोः इति सूत्रेण ईकारः आगच्छति, मिम्मिध्वम् ए ऐ आदि अजादि अपित् अस्ति, ततः स्नाभ्यस्तयोरातः सूत्रेण हश्व भवति, आकारलोपः भवति, मिम् निमै इति रूपं भवति. आं भगिनि किम् उक्तवती भगिनि, पुनः वदतु, क्षम्यताम् अहं. मिमा योगः ऐ, तत्र किं कार्यं भवति? स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति, परन्तु तत्तु अजादि अपित्सु कार्यम्. ऐ इति कीदृशप्रत्ययः? अजादि अपित् अस्ति पित् ऐ आवह यामः इति ओ आटश्च बुद्ध्या आडुत्तमस्य पिच्छ. सम्यक्, आडुत्तमस्य पिच्छ इत्यनेन पित्वम् आरोपितं. सम्यक् भगिनि, इदानीं वदतु, मिमायोगः ऐ तत्र किं कार्यं भवति? एकनिमिषं भगिनि, अरुणा भगिनी पूरयतु, अनन्तरम् अहं वदामि. भगिनि विजया भगिनी एकनिमिषं भगिनि, तत्र मिमायोगः ऐ, तत्र आकारः अन्ते अस्ति, ऐकारः अनन्तरम् अस्ति, कार्यं किं भवति? केवलं सन्धिकार्यं भगिनि, आयोगः ऐ एकनिमिषं भगिनी एव वदतु, अन्ये कृपया तूष्णीं भवतु. आम्, वृद्धिसन्धि वृद्धिसन्धि सम्यक् सम्यक् अतः का किं रूपम् न न आयोगः वृद्धिः वृद्धि वृद्धिसंज्ञकः के वृद्धिराधैच् वृद्धिराधैच् इत्यनेन वृद्धिरेचि भवनि वृद्धिरेचि न न भगिनी भगिनी विजया भगिनी कृपया वृद्धिराधैच् इति संज्ञासूत्रं वृद्धिरेचि इति विधिसूत्रम् आं भगिनि सः सा पूर्वमेव उक्तवती किल भ्रमः भवति इति भवती मध्ये आगत्य इतोपि भ्रमः जनयति वा आं वदतु भगिनि सम्यक् वृद्धिराधैच् इत्यनेन इद किं वृद्धिः संज्ञकः कः आगच्छति सम्यक् सम्यक् अतः मीमायोगः ऐ मीमायि मीमायि तावदेव इदानीम् अग्रिमं वदतु वहै अत्रापि मीमा वहै मीमामहै तत्र कि सन्धिः का भवति तत्र अत्र अस्ति विसर्ग सवर्णदीर्घसन्धिः तावदेव सवर्णदीर्घसन्धि सम्यक् आम् इदानीं पृच्छतु भगिनी विजया भगिनी भवत्याः प्रश्नः कः आडुत्तमस्य पिच भगिनी तत्र आडुत्तमस्य पिच इति सूत्रम् आकारः एव तत्र परिवर्तनं भवति परन्तु तत्र आट्टहच्च इति सूत्रमेव तत्र एतत् सूत्रेण एव वृद्धिः भवति खलु भगिनि न आडुत्तमस्य पिच्च इति सूत्रं पित्वम् अनेन सूत्रेण पित्वम् आरोपितं भवति यत्र पित्वं पूर्वं नास्ति तत्र पित्वं भवतु इति सूत्रं वदति अतिदेशसूत्रम् इति वदामः यस्य स्वभावः तादृशं नास्ति तादृशं भवतु इति वदामः किल आडुत्तमस्य पिच्च इत्यस्य तावदेव कार्यम् किमपि नास्ति तद् आड् आगच्छति अनन्तरं पित्वम् आरोपितं भवति तत्र आटश्च इति सूत्रं तु वृद्धिकार्यं यदा भवती उक्तवती परन्तु अत्र तस्य कार्यं नास्ति वयं तु कुत्र दृष्टवन्तः लङ्लकारे दृष्टवन्तः किल यदा आडजादीनाम् इत्यनेन आडागमः भवति तत्र आटश्च इति सूत्रेण यत्र आडागमः भवति तत्र वृद्धिः भवति इति तत्र कार्यं भवति अत्र अस्माकं साधारणसन्धिकार्यमेव मीमायोगः ऐ वृद्धिरेचि इत्यनेन मीमै इति भवति अत्र आटगमात् तत्र आटगम अभवत् ऐ इत्यस्मिन् आटगम भूत्वा ऐ एव अस्ति अनन्तरं पुनः आटश्च इत्यनेन वृद्धिः न भवति न भवति अत्र एव वृद्धिसन्धिः कार्यम् अस्ति अत्र आट् आगमात् अचि परे इति अस्ति तत् अभवत् खलु ऐ इत्यस्मिन् वृद्धिः भवति आटश्च इत्यनेन ऐ इति अस्ति पूर्वमेव भिन्नभिन्नसूत्रं भिन्नभिन्नकार्यं समीचीनम् अस्तु राजेन्द्रमहोदय लङ्लकारः वदति वा वदामि अत्र मीमा अङ्गम् अस्माकम् अङ्गमस्ति अत्र लङ्लकारे प्रथमं तु अड् आगमः भवति लङ् लुङ् सूत्रेण तत्र अमीमा अमीमा अङ्गं भवति अमीमा योगत अजा क्षम्यता हलादि अपि हलादि हलादि अपि तृतीया अस्ति तत्कारणात् तत्र ईहल्युगोः सूत्रेण तत्र तत् ईकार आदेशः भवति आताम् अजादि अपि कृते अस्ति तत्कारणात् तत् शुनाभ्यस्य रातः सूत्रेण तत् अमीमा आकारस्य लोपः भवति तदनन्तरं वर्णमेलं मिलित्वा अमीमाताम् अत्र अपि शिनावस्य रात्सूत्रेण आकारस्य लोपः भवति, वर्णमेलं भूत्वा तत् अमिमत् भवति. थाः हलादि अपि प्रत्ययः अस्ति, तत्कारणात् तद् अमिमा अङ्गम् अस्ति. अत्र ईहल्योगोः सूत्रेण तद् आकारस्य ईकार आदेशः भवति. अमिमीथाः वर्णमेलं भूत्वा तत् अमिमीथाः. आथाम् अजादि अपि प्रत्ययः अस्ति, अमिमा योग आथाम्. अत्र क्षिणापतिशोरात् सूत्रेण मिमायः अमिमायः अङ्गम् अस्ति, तत् आकारस्य लोपः भवति. अमिमा अन्ततो वर्ण मिलित्वा अमिमाथां रूपं भवति. ध्वं हलादि अपि प्रत्ययः अस्ति, अत्र ईहल्यगो सूत्रेण तत् इकारादेशः भवति. अमिमीध्वं ध्वम् इ अजादि अपि प्रत्ययः अस्ति, तत्कारणः तत् श्राभस्यो रातः सूत्रेण तत् आकारस्य लोपः भवति. अमिमी अमिमी रूपं निष्पन्नं भवति वर्णमेलं मिलित्वा. वहि वहि अत् अजादि क्षम्यतां हलादि अपि प्रत्ययः अस्ति, ईहल्योगोः सूत्रेण तत् ईकार आदेशः भवति. अमिमी वहि वहि महि तथैव तत् ईहल्योगोः सूत्रेण आकारस्य ईकार आदेशः भवति. अमिमी महि निष्पन्नं भवति. सम्यक् महोदय, धन्यवादः. उषा भगिनी विधिलिङ्गी वदति वा? आं भगिनि, मीमा इति अङ्गं सर्वे प्रत्ययाः विधिलिङ्गे अजादि अपित् प्रत्ययाः भवति. ईत ईयाताम् ईरन् ईता ईयाताम् ईध्वम् ईय ईवहि ईमहि इति प्रत्ययाः सर्वेषु अजादि अपित् अजादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति. मिमा इति अङ्गम् आकारलोप अनन्तरं मिम् इति भवति, मिम् इति अङ्गं भवति. सो मिम् योगः अथ मिम् योगः ईत, मिम् योगः ईत मिमीत, मिम् योगः ईयातां मिमीयातां, मिम् योगः ईरन् मिमीरन्, मिम् योगः ईताः मिमीताः, मिम् योगः ईयाथां मिमीयाथां, मिम् योगः ईध्वं मिमीध्वं, मिम् योगः ईय मिमीय, मिम् योगः ईवहि मिमीवहि, मिम् योगः ईमहि मिमीमहि. सम्यक्, मिमीमहि सम्यक्. माङ्ग् माने तत्तातुः एव किल, माङ्ग् माने इति. भगिनी भवती एव एकं वाक्यं वदति वा? माङ्ग् माने. To measure, to weigh, to limit, to compare, in size, to shine, to appear, to sound api. Maang maane. Eka latlakare eva vadatu bhagini. Nasti chinta kena api. Abhyasa hai. She measured the weight of rice. I don't know. Mimi te... rice sack, what do I say bhagini? Tandula. Tandula. तण्डुलस्य बेग् साक् पेक् स्यूतः तण्डुलस्य स्यूतः स्यूतस्य वेट् हौ डु ऐ से वेट् ओके हि जस्ट् वेड् ओके तण्डुलस्य स्यूतः मिमीते इफ् ऐ से तण्डुलस्य स्यूतः अत्र वेट् न तण्डुलस्य स्यूतः मिमीते इति वदति चेत् तत्र कर्ता कः भवति? सः आर्सा. तदानीं तण्डुलस्य स्यूतः इत्यस्य विभक्तिः का भवति? तण्डुलस्य ओ सो तण्डुलस्य स्यूतस्य आर् ओ तण्डुलस्य स्यूतं स्यूतं मिमीते तण्डुलस्य स्यूतं मिमीते ओके सम्यक् तावदेव सः वा सा वा सेक् इत्यस्य कः भवति न जाने स्यूतः एव दत्तमस्ति अत्रापि अस्तु गोणी इति अस्ति कन्नडभाषायां गोणि एव तमिळ् भाषायामपि तमिळ् भाषायामपि गोणि गोणि ओ संस्कृते एव गोणि अतः तण्डुलस्य गोणि गोणिं गोणिं मिमीते मिमीते भगिनि मिमीते मिमीते मिमीते सा सा वा सः वा सम्यक् अस्तु अग्रे सरामः कस्य क्रमः विजया भगिनी पठति वा ऊहाङ्गतौ सो धातु ओहाङ्ग किं भगिनि ओहाङ्गतौ इति ङित्वात् आत्मनेपदी तत्र इदानीं रूपं प्रथमम् अङ्गं साधयतु भगिनि अङ्गमत्र श्लौ इति सूत्रेण आहा इति द्विवारम् आगच्छति खलु भगिनि सम्यक् एव वदतु भगिनि अनन्तरं तत्र परस्मैपदी खलु भगिनि आं परन्तु हा हा इत्येव उक्तवती किल जिहा इति कथम् आगच्छति एकनिमिषं प्रथमं हा हा प्रथमम् अङ्गं साधयतु अनन्तरं वयं पश्यामः कुहोचुः इति सूत्रेण अकारः जकारः भवति अस्तु अनन्तरं जहा इति आगच्छति परन्तु जिहा इति दत्तम् अस्ति किल तत्र कुहोच्छुः इति सूत्रेण प्रथमं ह्रस्वः भूत्वा हकारस्य स्थाने जकारः आगच्छति अनन्तरम् अन्य हकारः अस्ति अतः एतत् मेलित्वा जः इति भवति एतदेव तत्र अनन्तरं भवती एव पश्यति किल अस्माकं करपत्रे ओहाङ्गतौ इति नित्वात् आत्मनेपदी जिहा इति अङ्गं रूपाणि उपरि मिमा इति यथावत् तत्र जिहा इति अङ्गं कथम् आगच्छति एतत् आत्मनेपदीरूपम् अस्तु आत्मनेपदीरूपम् तत्र तत्र आहा श्लौ इति सूत्रेण आहा इति द्विवारम् आगच्छति तत्र कुहोच्छुः इति सूत्रेण प्रथम हाकारस्य स्थाने जकारः आगच्छत् अनन्तरं तत्र बृञ्जामित् इति सूत्रेण तत्र जि इति भवति इकारः इदानीं बृञ्जामित् कुहोश्चुः इति इत्यस्य सूत्रसङ्ख्या का इति वदतु भगिनि इदानीमेव पश्यामि तत्र 7476 सप्तमाध्याये चतुर्थपादे षड् सप्ततिः इति सप्ततितमसूत्रं तत्र बृञ्जामित् बृञ्जामित् सम्यक् कुहोश्चुः कुहोच्छुः 7462 न लिखितं तत्र कुहोच्छुः 7462 कस्य कार्यं प्रथमं भवति प्रथमं ब्रिञ्ज् ब्रिञ्जामित् एकनिमिषं भगिनि सूत्रसङ्ख्या 7476 7476 परन्तु प्रथमं बृञ्जामित् इति एव तत्र कार्यं करोति. किमर्थं किमर्थं चेत् तत्र पूर्वत्र सिद्धम् इति सूत्रेण पूर्वत्र सिद्धं नास्ति. पूर्वत्र सिद्धं त्रिपाद्यामेव तस्य कार्यं भवति. एकम् इदानीं वदतु विप्रतिषेधे परसूत्रं किम्? परसूत्रमेव बृञ्जामित् इति. सम्यक् अवगतं किल? सर्वदा मनसि भवेत् विप्रतिषेधे परं कार्यमेव सपाद्यं सपादसप्ताध्याय्यां तस्य कार्यं भवति. इदानीं जिहा इति रूपं निष्पन्नम् अनन्तरं ते इति अस्ति खलु इति एतत् सिद्धरूपेण तत्र अस्ति. मेलनेन तत्र जिहि ते इति आगच्छति. रसमस्ति. अनन्तरं इ हल् यगोः इति सूत्रेण तत्र दीर्घरूपेण जिहीते इति आगच्छति. भगिनी अभ्यासे चर्चा इति अपि अस्ति. किमर्थं तत्र एतत् आगच्छति? कुत्र भगिनि? किं जि योगः अनन्तरम् अभ्यासे चर्चा इति सूत्रेण जिकार साफ्ट् मृदु वर्णम् अस्ति जिहा. तत्र वयं गतसप्ताहे दृष्टवन्तः किल हकारस्य. आम् आम् कुहोस्तुः अनन्तरम् अभ्यासे चर्चा. अभ्यासे चर्चा. आम् पुनः भगिनी क्रमः वदतु भगिनी. श्रीवल्ली भगिनी एव श्लौ विजया भगिनी वदतु क्रमः श्लौ. प्रथमं श्लौ इति सूत्रं कार्यं करोति. अनन्तरं बृञ्जामित् इति सूत्रं कार्यं करोति. अनन्तरं तत्र मया न एतत् कुहोस्तुः इत्यनेन अभ्यासस्य चवर्ग आदेशः. अनन्तरम् अभ्यासे चर्चा इत्यनेन जश् स्थाने जश् अतः जिहा इति रूपम्. अस्तु भगिनि मया लिखितम् एतत् अभ्यासपत्रे पूर्वम्. आम् आम् आम् अस्ति भगिनि. समीचीनं. कुहोस्तुः अनन्तरम् अभ्यासे चर्चा जषः स्थाने जश् चतुर्थवर्णस्य स्थाने तृतीयवर्णादेशः दिहा इति अङ्गम्. इदानीं रूपं वदतु लटि. प्रथम एकवचनम् उक्तवती. द्विवचने किं भवति? द्विवचनं तत्र आते इति अस्ति खलु भगिनि. आते ते आते अते से आते द्वे ये वहे महे इति सिद्ध तिङ् प्रत्ययम् अस्ति. जिहाते तत्र प्रथमं पूर्वं वयं दृष्टं जिहा इति जिहा इति रूपम्. अनन्तरम् आते इति अस्ति खलु भगिनि. तत्र जिहाते तत्र वर्णमेलनमेव खलु जिहाते तावदेव. सम्यक्. अनन्तरं जिहते इति अस्ति. तत्र जिहते इति तत्र अपि वर्णमेलनमेव जिहा योगः अते इति अस्ति. जिक् इति प्रथमम् आगच्छति. तत्र अपित् अस्ति. गुणकार्यं नास्ति. जिह् योगः स्नाभ्यस्तयोरातः इति अकारः लोपः भवति. अतः तत्र जिह् योगः अते जिहते इति अस्ति. अनन्तरं जिहेषे आम् अस्ति. भगिनी उक्तवती अन्ते प्रायः उक्तवती अस्ति एव महोदय. जिहीते इति भवति. अनन्तरं जिहेषे इति अस्ति, जिह इति सिद्धरूपेण अस्ति, इ अल्यगोः इति हि इति दीर्घम् आगच्छति. अनन्तरम् आदेशप्रत्ययोः एतत् सूत्रं कार्यं करोति, से स्थाने शे इति आगच्छति, मूर्धन्यशङ्कारः जिहिषे इति. अनन्तरं जिहाते, जिहा इति अस्ति, अनन्तरं तत्र आते इति वर्णमेलनमेव जिहाते इति. अनन्तरं जिहते, जिहि द्वे इति अस्ति, तत्रापि जिहि इति सिद्धरूपेण अस्ति, द्वे इति मेलनमेव जिहि द्वे. अनन्तरं जिहे इति अस्ति, जिहा एव अङ्गं किल भगिनि, जिहा एव अङ्गं, परन्तरं तत्र हि अल्युगोः इति ईकारः आगच्छति खलु भगिनि, किल मेलनं. अनन्तरं जिहे इति अस्ति, जिहे तत्र जिहा इति अस्ति, अनन्तरम् एकारः अस्ति तिङ्प्रत्ययं, स्नाब् स्नाभ्यस्तयोरात्तः इति सूत्रेण आकारः लोपः भवति. अनन्तरम् एकारः मेलनेन जिहे इति अस्ति. तत्रापि जिहि वहे इति अस्ति, जिहि वहे तत्र इ अल्युगोः इति सूत्रेण हि हि इति दीर्घं भवति. अनन्तरं वहे महे योजनेन जिहि वहे जिहि महे इति रूपं निष्पन्नं भवति. सम्यक्. तत्र एकं वाक्यं वदतु भगिनि, हा ओहां गतौ इति धातुः टु गो इति अर्थः. अस्ति वा भवती? आं भगिनि, अहं पाठशालां जिहे. सम्यक्. अहं पाठशालां गृहे. सम्यक्. धन्यवादः भगिनि. लङ्गि लोटि विधिलिङ्गि समानरूपं यदा वयं मी धातुः मा क्षम्यता मा धातुः साधितवन्तः समानरूपमेव, अतः अग्रे सरामः. अस्तु, राजेन्द्रमहोदय घा धातुः करोति वा? महोदय अस्ति वा? राजेन्द्रमहोदय क्षम्यतां भगिनि, अहं वदन् आसं परन्तु विस्मृतवान्, अन्म्यूट् न कृतवान्. घादातु अत्र घादातु परस्मैपदी धातु अस्ति, जिगा इति अङ्गम् अस्ति. अत्र प्रथमं घा धातु अस्ति, तस्य श्लो सूत्रेण तत् द्वित्वं भवति, घा घा. तदनन्तरं तत् घा स्थाने तत्र कुहोश्चु सूत्रेण तत्र तत्र घा धातु अत्र एकनिमिषः ओ ओ अस्तु अस्तु, अत्र घा धातु अस्ति, तत् द्वित्वं भूत्वा घा घा बहुलं छन्दसि तत् सूत्रेण तद् इकारादेशः भवति. अभ्यासस्य गिघा गिघा गिघा भवति. तदनन्तरं कुहोश्चु सूत्रेण गकारस्य स्थाने जकार आदेशः भवति. सूत्रसङ्ख्या द्रष्टव्या महोदय, तत्र बहुलं छन्दसि 7478 इति अस्ति. आम्, कुहोश्चुः अनन्तरं किम् अन्य 7479 बहुलं छन्दसि एव कार्यं कृतमं किल, अतः ह्रस्वः इति अस्य आवश्यकता एव नास्ति. नास्ति भगिनि, अत्र घिघा अत्र अनन्तरं कुहोश्च सूत्रेण गकारस्य स्थाने जकारादेशः भवति भवति सम्यक् भगिनि जिघा जिघा तु आगच्छति परन्तु सम्यक् अस्ति वा न कुहोश्च सूत्रेण एवं भगिनि आम् कुहोश्च सम्यक् एव किञ्चित् भ्रमः जातः सम्यक् एव अतः क्रमः एव सर्वदा बहुलं छन्दसि अनन्तरं कुहोष्टुः बहुलं छन्दसि अभ्यासस्य इकारादेशो भवति श्लौ परे अतः तदेव प्रथमम् अनन्तरम् अस्माकं कुहोष्टु सम्यक् एव महोदय अस्तु इदानीं रूपाणि वदामि वा आं लटि प्रथमम् अस्तु परस्मैपदी धातुः अस्ति जिगा अस्माकम् अङ्गम् अत्र जिगा अस्माकम् अङ्गम् अत्र तितः अन्ति सीताथ मी वहमा ति हलादि पित् प्रत्ययः अस्ति अत्र अपि हलादिपित् प्रत्ययः अस्ति तत्र किमपि कार्यं न भवति न जिघाति एव रूपं भवति तत्र आकार यथा आकारः अस्ति तत् कोऽपि गुणकार्यं न भवति जिघाति तः हलादि अपि प्रत्ययः अस्ति तत्कारणात् तत्र जिघा अस्माकम् अङ्गं जिघा योगताः ईहल्यघो सूत्रेण तत् ईकार आदेशः भवति जिगीताः भवति अति जिगायोग अति अत्र हलादि क्षमताम् अजादि अपि प्रत्ययः अस्ति शिनाभस्यो रात्सूत्रेण तत् आकारस्य लोपः भवति जिग् योग अति जिगति रूपं भवति जिगायोगस्य अत्र अत्रापि हलादिपित् प्रत्ययः अस्ति कोऽपि कार्यं न भवति केवलं यथा आदेशप्रत्ययसूत्रेण यथा जिघासि भवति जिघासि आदेशप्रत्ययसूत्रेण षत्वं भूत्वा जिघासि भवति तत्र आदेशप्रत्ययोः इत्यस्य प्रसक्तिः अस्ति वा महोदय भवती सत्यं वदति अत्र आकारः अस्ति तत्र न भवति जिघासि जिघासि एव तिष्ठति क्षम्यता जिघायोगथाः हलादि अपि प्रत्ययः अस्ति तत्कारणात् तत्र हलादि अपि अस्ति तत्का ईहल्युगसूत्रेण तत् ईकारादेशः भवति जिगीथः अत् थ बहुवचने जिगीथ उत्तमपुरुषे मि अस्ति हलादिपित् प्रत्ययः अस्ति तत्कारणात् तत्र कोऽपि कार्यं न भवति जिगामि रूपं भवति वः हलादि अपि प्रत्ययः अस्ति तत्कारणात् तत्र ईहल्यगोसूत्रेण तत् ईकारादेशः भवति जिगीवः अपि च तत् महा जिगीमः रूपं भवति सम्यक् महोदय क्षम्यता नास्ति चिन्ता महोदय तत्र अस्माकम् अभ्यासः एव किल सम्यक् एव अस्तु रघुपतिमहोदय लोटि वदति वा भगिनि अत्र गा धातु अस्ति गागा इदानीम् अत्र बहुलं छन्दसि इत्यनेन जिगा जिगा स्वीकृत्य एव वदतु महोदय हा अस्तु अस्तु जिगा हा अस्तु जिगायोग तु अस्ति जिगायोग तु अस्ति अत्र जिगा तु एव भवति किमपि कार्यं नास्ति तात् अस्ति तत् हलादि अपित् अस्ति अतः ई हलेगो इत्यस्य सूत्रस्य प्रसक्तिः अस्ति जिगीतात् इति रूपं भवति अग्रे हलादि अस्ति द्विवचने जिगीताम् इति भवति अग्रे अतु अस्ति अजादि अपित् अस्ति अतः स्ताभ्यस्थो रातः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. अकारस्य लोपः जिगतु इति रूपम्. इदानीं हि अस्ति हलादि अपीत् अस्ति, अतः ई हल्योगो इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. जिगीः अथवा जिगीतात् इति रूपं रूपद्वयं. तम् इति अस्ति हलादि हलादि अपित् अस्ति, अतः अत्रापि ई हल्योगो इत्यनेन जिगीतं जिगीता अत्रापि जिगीता इति. इदानीं जिगा जिगायुग आनि अत्र जिगानि अत्र वृद्धिः एव अस्ति. जिगानि एव भवति वृद्धिसन्धिः भवति जिगानि. अन्यत्रापि जिगा वा जिगाम इति वृद्धिः एव कार्यमस्ति. किमपि कार्यं नास्ति. जिगायोगः आनि किल महोदय? एकवारं जिगायोग आनि जिगायोग आनि इदानीं न सवर्णदीर्घसन्धिः अहं वदामि. सवर्णदीर्घ वृद्धिः नास्ति, वृद्धिः आकार एव वृद्धिः इति चिन्तितवान्. वृद्धिः इति आकार सवर्णदीर्घ अस्ति. जिगा जिगानि जिगाव जिगाम इति कार्यं समानमेव. सवर्णदीर्घसन्धि अस्ति. सम्यक्, धन्यवादः महोदय. अरुणा भगिनी लङ्गि वदति वा भगिनि? आङ्गं जिगा लङ्लकारे अडागम आगच्छति. लङ् लुङ् लङ् लुङ् लुङ्क्षु उदन्त सूत्रेण अजिगा अजिगा प्रत्यय तकात् एव तद् हलादि अपित् अस्ति, ततः ईकार आगच्छति. किमर्थं तकारः कीदृशप्रत्ययः तप्रत्ययः? ओ क्षम्यताम्, हलादि पित् अस्ति. पित् अस्ति, सम्यक्. क्षम्यताम्, अहं चिन्तयामि आत्मनेपदे इति चिन्तयामि. अजिगीत् केवलं वर्णमेलनमेव. तदनन्तरं अज्जिका योगः तं ताम् अपित् अस्ति, हलादि अपित् अस्ति, ततः ई हल् हल्यगोः सूत्रेण ईकार आगच्छति. अजिगीताम् अजिगीता इति समितं न न उहु उहु उहु उहु आगच्छति. अजिग उहु इति अजादि अपित् अस्ति, ततः अजिगुः अजिगुः इति रूपं भवति. अकारलोपः भवति, अकारलोपः भवति, अजिगुः भवति. मध्यमपुरुषे स अजि पित् अस्ति, अजिगि अजि अजिगीः सकार ससजुषोरुः इति सूत्रेण विसर्गः आगच्छति सकारस्थाने. अजिगीः अजिगा योगः सकारः, सकारस्य स्थाने यदा उक्तवती आगच्छति विसर्गः. इदानीम् उच्चारणं करोतु. अजिगाः तावदेव, सम्यक्. अजिगाः अजिगा योगत्तम् अपित् अस्ति, हलादि अपित् ईकार आगच्छति. ई हल्यागोः इति सूत्रेण अजिगीतम् अजिगीतम् अजिगीत अम् अति अपित् अस्ति, सो अजि अजिग् अजिगाम् आं भगिनि अजिगाम् अजिगाम् अजिगा योगः अम्म, तत्र किं सन्धिः कः? सवर्णदीर्घसन्धि भगिनि. सम्यक्, सम्यक्. अनन्तरं अजिगीवा इति हलादि अपित् अस्ति, ततः ईकारः आगच्छति अजिगीवा अजिगीम. सम्यक्. गा इति गा स्तुतौ इति धातुः, टु प्रेस् टु अक्लेम् इति अर्थः. भगिनी भवती एव एकं वाक्यं वदतु. सः पुत्रम् अजिगात् प्रथमवर्षे एकवचनं किल. पुत्रम् अजिगात्. सम्यक् सम्यक् भगिनि, धन्यवादः. आम् श्रीवल्ली भगिनी विधिलिङ्गि वदति वा? आं भगिनि, विदुलि परस्मैपदे सर्वे प्रत्ययाः अपित् अस्ति, हलादि अपित् अस्ति इति चेत् श्नाब्दस्तयोरातः इति सूत्रे ईहल्यगुः इति सूत्रेण, अनेन सूत्रेण ईहल्यगु ई इति आदेशः भवति, रूपाणि भवति. जिगा इति अङ्गं, जिगायोगः यात् आकारस्य स्थाने ईकारः आदेशः भवति इति चेत् जिगीयोगः यात् जिगीयात् जिगीयाताम्. बहुवचने युः इति प्रत्ययः चेत् जिगीयुः, जिगीयाः, जिगीयातं, जिगीयात, जिगीयां, जिगीयाव, जिगीयाम इति रूपाणि. सम्यक्, धन्यवादः भगिनि. उषा भगिनि अग्रे पठति वा? ओहाक् धातुः, तत्र त्रीणि सूत्राणि सन्ति. आं भगिनि, ओहाक् हा जहा परस्मैपति धातुः, तिङ्प्रत्ययनिमित्तके अङ्गकार्ये विशेषः. जहातेश्च 6416 ओहाग् धातोः आकारस्य स्थाने ह्रस्वः इकार आदेशः विकल्पेन भवति. हलातौ किति ङिति सार्वधातुकप्रत्यये परे ओहाग् धातोः आकारस्य स्थाने इकार आदेशः विकल्पेन भवति. हलादौ किति ङिति सार्वधातुकप्रत्यये परे अलोन्तस्य इत्यनेन ओहाग् धातुरूप रूपी अङ्गस्य स्थितस्य आकारस्य स्थाने इत् आदेशः, न तु पूर्णतया अङ्गस्य. जहातेः षष्ट्यन्तं च अव्ययपदं द्विपदमितं सूत्रम्. इद् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, भियो अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः, ईहल्यगोः इत्यस्मात् हली इत्यस्य अनुवृत्तिः, गमहनजनकनगसां लोपः किङति किङिति अनङ्गी इत्यस्मात् किङिति इत्यस्य अनुवृत्तिः, अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं जहातेः जहातेः च अङ्गस्य इत् हलि किङिति सार्वधातुके अन्यतरस्यां, जहातेः च अङ्गस्य इत् हलि किङिति सार्वधातुके अन्यतरस्यां. जहातेश्च ओहा धातोः आकारस्य स्थाने ओहाग् धातोः आकारस्य स्थाने ह्रस्वः इकार आदेशः विकल्पेन भवति. ओके, कथं जहातेः इति अनुवृत्तिरूपे आगच्छति भगिनि ओहाग् धातोः इति? That's what I also was going to ask you. Anyway, ओहाग् धातुनिर्देशः जहातिः इति येन वयम् अवगन्तुं शक्नुमः तद् धातुः एव सूचयति इति. इक्ष्टिपौ धातु निर्देशः, इक्ष्टिपौ धातु निर्देशः, ओके ओके, जहाति इक्ष्टिपा निर्दिष्टः धातुः, जहातिः इति इत्यस्य कस्यां विभक्त्याम् अस्ति जहातेः इति? षष्टि, षष्टि, ओके, जहातेः अङ्गस्य, ओके, सो ओके, इक्ष्टिपोधातु निर्देश्य जहाति, जहाति, जहाति षष्ट्यन्तरूपं जहाते, जहातेश्च अङ्गस्य इत् हलिङिति सार्वधातुके अन्यतरस्याम्, ओके, सो सो मेनि अङ्ग अनुवृत्ति जहातं लाघवम् इति वदामः किल, जहातेश्च इत्यस्य च इत्यनेन पूर्णतया अनुवृत्तिः आगच्छति, ओके, जहातेश्च अङ्गस्य इत् हलिङिति, हलिङिति सार्वधातुके अङ्गस्य इत् भवति, ओके, अन्यतरस्य, अन्यतरस्य विकल्पेन भवति, अपक्षे किं भवति अग्रे एव दत्तमस्ति तदपि पठतु भगिनि, ओके, जहायोगः तः देर् भगिनि अपक्षे जहायोगः तः जहितः अपक्षे ईहल्यगोः इत्यनेन आकारस्य ईकारः भवति, ओके, हलि इति सार्वधातुके अन्यतरस्य अङ्गस्य ईत् भवति, अदर्वैस् ईकारः भवति, ओके, अपक्षे इत्यनेन ईहल्यगोः एव कार्यं करोति किल, तत्र जहातेश्च इति विशेषसूत्रम् अस्ति ओहाक्धातोः कृते एव, ओके, अतः जहायोगः तः जहितः, ओके, रूपद्वयं जहितः जहीतः रूपद्वयम् ओके, ओके, तत्र एकम् एकः प्रश्नः आसीत् तत्र किमर्थं पाणिनिना एकं सूत्रं विशेषतया तत्र उक्तवान् 64115 किम् आसीत् पुस्तकमस्ति वा द्वियो अन्यतरस्यां 64115 तत्रापि अभ्यासः अस्ति एव विभेति इति रूपम् आगच्छति किल किमर्थं तत्र कार्यं तु समानं तत्रापि अन्यतरस्याम् अत्रापि अन्यतरस्यामेव कार्यं तत्रापि बिय इत्यस्य इत्त्वं भवति अत्रापि इत्त्वमेव भवति किमर्थं पाणिनिना एकं सूत्रं कृतवान् तत्र तु लाघवं लाघवम् इति वदति किल किं चिन्तनं द्वयो अन्यतरस्यां जहातेश्च तत्र बियो अन्यतरस्यां सूत्र अपि इत्त्वमेव भवति जहातेः अपि इत्त्वमेव भवति कार्यं समानम् अन्यतरस्यामेव च इति दत्तमस्ति अत्रापि अन्यतरस्यां बियो अपि अन्यतरस्यामेव नित्यं नास्ति एकं सूत्रमेव पर्याप्तं किल किमर्थं बियो जहादे कुड जायिन् द सेम सूत्र किमर्थं तान् पाणिनिना तादृशं कृतं बिकॉज़ द धातु ही कैन रिप्रेजेंट बिगिनी बिकॉज़ दिस इज इक्ष्टिपो धातु ने न तादृशं तत्र बियो अन्यतरस्याम् इत्यत्रापि धातुः एव किल बि धातुः एव बिभेति आगच्छति तदपि धातुः एव जहातेः तत्र बियो अन्यतरस्यामपि अभ्यासकार्यमस्ति तत्र अदादिगणीयधातुः एव अत्र ज इति चेत् जि भवति तत्र अभ्यासस्य इत्त्वं भवति अत्र अङ्गस्य एव इत्त्वं भवति खलु अपि तद् भिन्नमस्ति एकं तस्य बि धातोः वा न तत्र किमस्ति द्वियमितः इति वदति वा न बियो अन्यतरस्यां बिय इत्त्वं पूर्वं सूत्रं महोदय. कित्तिनित्सुप्रत्यये परे अस्ति चेत् विकल्पेन ह्रस्वः भव ह्रस्वः इकारः भवति. तत्रापि तदेव भवति. वदतु महोदय, यदा अङ्गमस्ति तत्र अन्ते आकारात् आकारान्तम् अङ्गमस्ति. बिभि बिभि अत्र ईकारात् अङ्गम् अस्ति. तत्कारणात् अस्ति वा सूत्र? तत्र अपि जहातेः अपि तादृशमेव भवति. तत्र जहा इति भवति. कार्यं तु समानं महोदय, कार्यं समानं, स्थलं सर्वं समानं, परन्तु सूत्रद्वयं. परन्तु जहातेश्च तत् आकारस्य स्थाने हृस्व इकारादेशः भवति. बिभि अत्र भी धातु यथा अस्ति बिभि भवति. बिभि तत्र तु इकारान्त धातु अस्ति, अकारान्त न अस्ति. परन्तु इत्त्वं तु भवति किल? आम् इत्त्वं भवति. परन्तु अत्र सूत्रे लिखितमस्ति आकारस्य आकारस्य स्थाने. बिकास् अन्यतरस्यां गोस् अप् टु द नेक्स्ट् सूत्र भगिनि आचकौ. तदपि सत्यम्. अन्यतरस्यां तत्र जहातेश्च अपि तत्र बियो अन्यतरस्यां आचहौ इत्यस्य तत्र उत्तरं किम् इत्युक्ते आचहौ इति दत्तमस्ति किल, आचहौ. तत्र जहातेः आचहौ इति आगच्छति. तत्र अनुवृत्तिः आवश्यकी. अनुवृत्तेः आवश्यकता अस्ति, अतः एव आवश्यकता अस्ति. अतः एव सूत्रम् एकं सूत्रं निर्मितवान् पाणिनिना. जहातेश्च तत्र अग्रिममपि आगच्छति लोपोयि. जहातेः तत्रापि जहातेः लोपोयि इति अनुवृत्तिरूपेण सर्वत्र आगच्छति इति कृत्वा सूत्रम् एकं पृथक्तया सूत्रं निर्मितवान्. ओके ओके. चिन्तनं तस्य चिंतनं बहु सम्यक् अस्ति किल. अप्रिशियेट् करणीयम्. इदानीमेव एकम् एकः धातुः दृष्टवन्तः किल, स्तुतौ. तद् करणीयं. सम्यक् अस्तु भगिनि, धन्यवादः. विजया भगिनी आचहौ पठति वा, अनन्तरं विरमामः. भगिनि एकः प्रश्नः अस्ति भगिनि, तत्र ओ ओ हाक् इति अस्ति खलु, तत्र हा एव तिष्ठति. ओ इति इत् भवति खलु, केन सूत्रेण इत् भवति भवानि? इक् अस्ति चेत् तत्र लशक्वस्तते इति सूत्रेण इक् इत् भवति. ओ इति औनाटिकवर्णः स्वरवर्णः किल भगिनि? न न, एतत् सूत्रं पूर्वं मया दृष्टम्. ओतुष्यनि इत्संज्ञक इत्संज्ञकसूत्राणि तद् वयं पठि सप्तसूत्राणि किल, तस्य लोपः पर्यन्तं तावदेव वयं नूतन किमपि सूत्रं नास्ति. अतः उपदेशे अजनुनासिक इत्यनेन एव लोपः भवति. ओहा ओ अपि वा, ओ प्रथमवर्णः अपि वा? प्रथमवर्णः अनुनासिक अनुनासिकसहित ओ अच् अनुनासिक. अस्तु भगिनि, सम्यक् मूलरूपं पठतु. जहा योगः आच एतत् आचहौ आच हौ इति सूत्रं षष्ठम अध्याये चतुर्थपादे सप्तदशाधिको एकशतं हि प्रत्यये परे ओ हाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्वः इकारादेशः भवति, अपि तु आकारदेशः आकार आदेशः अपि आहत्य हौ परे आकारस्य स्थाने विकल्पेन इकारः आकारौ वा भवति. च शब्दस्य बलेन इकारः अत्र विधीयते. आ लुप्तप्रथमाकं प्रथमाकं पदं, च अव्ययपदं, हौ सप्तम्यन्तं पदं, त्रिपदमिदं सूत्रम्, इद् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, व्योन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. जहातेः इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य इत् आ च हौ अन्यतरस्य इति अनुवृत्तिसूत्रमस्ति. तत्र हि प्रत्यये परे हि मध्यमपुरुषे एकवचनमिति तत्र धातुमध्ये आगच्छति. तत्र हि प्रत्यये परे होहाक् धातोः आकारस्य स्थाने न केवलं ह्रस्वः इकारः भवति परन्तु तत्र आकार आदेशः अपि भवति. एतत् सूत्रम् आच हौ इति सूत्रं वदति. अनन्तरम् आगत्य हौ परे आकारस्य स्थाने विकल्पेन इकारः आकारः वा भवति. द्वे अपि साध्यं. तत्र इकारः अपि अस्ति आकारः अपि अस्ति हौ परे. अनन्तरं च इति शब्दस्य बलेन इकारः अत्र विधीयते. च इति तत्र अव्ययपदम् अस्ति परन्तु तत्र एतत् च शब्दस्य बलेन इकारः अत्र विधीयते. इकारः आगच्छति पूर्वसूत्रात् इकारः आकारः च इति वदति. आ च हौ इत्यनेन पूर्वसूत्रं यदा भगिनी पठितवती जहातेश्च इत्यनेन यद् ह्रस्व इकारः भवति तदपि अत्र अनुवृत्तिरूपेण आगत्य आ च हौ हौ परे क्षम्यतां हि परे आ अपि भवति इ अपि भवति इति सूत्रं वदति. तत्र अपक्षे इति अस्ति किल भगिनी तत् पठतु, समयः जातः. अपेक्षे इ अल् यगोः इत्यनेन आकारस्य ईकारः पूर्वमेव वयं दृष्टवन्तः. जहायोगोः हि जहाहि. अनन्तरम् इ अल्गोः इति सूत्रेण दीर्घं भवति जहीहि इति. जहिः ह्रस्वं भवति जहिः सूत्रमपि भवति हि अल् यगोः इति सूत्रेण. अग्रे पठामि. रूपत्रयं भवति जहाहि जहिहि जहिः. धन्यवादः भगिनी, समयः जातः अतः अहं समापयामि. अत्र एकम् अन्यत् सूत्रमस्ति लोपो इ इति. तद् तु यकारादौ सार्वधातुकप्रत्यये परे तत्र आकारस्य लोपः भवति. यकारादिसार्वधातुकप्रत्ययः कुत्र अस्ति इति चिन्तयतु कृपया. रूपमपि गृहपाठरूपेण जहा ओहाक् धातोः रूपाणि साधयन्तु. अग्रिमसप्ताहे वयं जा धातुः पश्यामः. अस्तु, धन्यवादः सर्वेषां. पोङ्गल् शुभाशयाः भगिनि. धन्यवादः भगिनी भवत्याः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. शुभाशयः. धन्यवादः. शुभाशयः.